श्री परमार्थ स्तुतिः श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि श्रीमद्गृध्र सरस्तीर पारिजातमुपास्महे यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् श्रीमद्गृध्र सरस्तीर पारिजातमुपास्महे यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् गुरुभिस्त्वदनन्य सर्वभावैः गुणसिन्धौ कृतसंप्लवस्त्वदीये रणपुङ्गवन्दिभावमिच्छन् अहमस्म्येकमनुग्रहास्पदन्ते भुवनाश्रयभूषणास्त्रवर्गम् मनसि त्वन्मयतां ममातनोतु वपुराह वपुङ्गवत्वदीयम् महिषेणामनिमेषदर्शनीयम् अभिरक्षितुमग्रतस्थितं त्वाम् प्रणवे पार्थरथे च भावयन्तः अहितप्रशमैरयत्नलभ्यैः कथयन्त्याह वपुङ्गवं गुणज्ञाः कमलानिरपाय धर्मपत्नी करुणाद्या स्वयमृत्विजो गुणास्ते अवनं श्रयता महीनमाद्यम् स च धर्मस्त्वदनन्यसेवनीयः कृपणाः सुधियः कृपासहायम् शरणं त्वां रणपुङ्गवप्रपन्नाः अपवर्गनयादनन्यभावाः वरिवस्यारसमेकमाद्रियन्ते अवधीर्य चतुर्विधं पुमर्थम् भवदर्थे विनियुक्तजीवितः सन् लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनं जटायुः शरणागतरक्षणव्रती माम् न विहातुं रणपुङ्गवार्हसि त्वम् विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते भुजगेन्द्रगरुत्मदादिलभ्यैः त्वदनुज्ञानुभवप्रवाहभेदैः स्वपदे रणपुङ्गव स्वयं मे परिचर्या विभवैः परिष्क्रियेथाः विमलाशय वेङ्कटेश जन्मा रमणीया रणपुङ्गव प्रसादात् अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः विमलाशय वेङ्कटेश जन्मा रमणीया रणपुङ्गव प्रसादात् अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः कवितार्किकसिंहाय ಕಲ್ಯಾಣ ಗುಣಶಾಲಿನೇ ಶ್ರೀಮತೇ ವೆಂಕಟೇಶಾಯ ವೇದಾಂತ ಗುರವೇ ನಮಃ.